नमस्कारः. अद्यतनचिन्तनवर्गे विषयः अस्ति धातुपाठे हल्सन्धि अभ्यासः. तस्मिन् अत्र सुबन्धपदेषु हल्सन्धि कार्यं कथं भवति इति विषयः अस्ति, अपि च सुबन्धपदानां अभ्यासः अपि प्रवर्तमानः अस्ति. अद्य केवलम् अभ्यासः एव, अतः प्रथमं किञ्चित् पुनस्मरणरूपेण यथा वयं वर्गे कृतवन्तः, अत्र सुबन्तविषये अत्र चतस्रः संज्ञाः सन्ति. ताः काः इति अत्र सरला भगिनी भवती वदति वा? संज्ञा चतस्रः संज्ञाः सन्ति किल भगिनि सुबन्तविषये? सर्वनामस्थानसंज्ञा इति भवति, सूत्रमस्ति सुनपुंसकस्य सङ्घ इति सूत्रेण स्त्रीलिङ्गे पुल्लिङ्गे प्रथमपञ्च सुप्रत्ययाः सु ओजस् अम् ओट् तेषां सर्वनामस्थानसंज्ञा भवति. अपि अन्यसूत्रमस्ति शीसर्वनामस्थानं, तत्र अनेन सूत्रेण भवति नपुंसकलिङ्गे लिङ्गे प्रथमद्वितीयविभक्तौ बहुवचन सर्वनामस्थानसंज्ञा भवति. द्वितीयं भवति असर्वनामस्थानसंज्ञा, प्रथमपञ्च प्रत्यया विहाय प्रत्ययासु तदनन्तरं अशस् आरभ्य सुप् पर्यन्तं कप् पर्यन्तम् अस्ति, किन्तु अस्माकं कृते इदानीं सुप् पर्यन्तं सर्वनामस्थान प्रत्यय सर्वनामस्थानसंज्ञा भवति स्वादृशसर्वनामस्थाने इति सूत्रेण. इति सूत्रेण अपि पदसंज्ञा अपि प्राप्नोति. तस्य प्रत्यय असर्वनामस्थानसंज्ञकवर्णस्य पूर्वं यः अङ्गं वा शब्दः भवति तस्य पदसंज्ञा वा आयाति वलादिप्रत्यये परे, किन्तु अजादि वा यकारादिप्रत्यय विहाय अपि. यचि भम् इति सूत्रेण भसंज्ञा भवति, ये प्रत्ययाः अजादि वा यकारादि अस्ति सर्वनामस्थानसंज्ञकप्रत्यय यचि भम् इति सूत्रेण ते अङ्गस्य प्रत्ययस्य पूर्व अङ्गस्य भसंज्ञा आगच्छति. सो सर्वनामस्थानसंज्ञा असर्वनामस्थानसंज्ञा प्रत्ययेषु पदसंज्ञा भसंज्ञा भवति अङ्गस्य. आं भगिनि, अत्र केवलम् एकमेव अस्ति अत्र सुप्ति सुप्ति अङ्गं न न न अत्र असर्वनामस्थानसंज्ञा असर्वनामस्थानसंज्ञा कृते किमपि सूत्रं नास्ति, केवलम् अत्र श्रीसर्वनामस्थानम् अपि च सुडनपुंसकस्य सूत्रद्वयं सूचयति अत्र सर्वनामस्थानसंज्ञा केषां भवति इति. अन्येषां कृते तु असर्वनामस्थानसंज्ञा एव. तावदेव. अपि च यथा भवती उक्तवती सुप्रत्यय प्रथमसुप्रत्यय पदसंज्ञा आप्नोति हल्या, तदपि वक्तव्यं भवति वा न? तत्तु अन्यत् अत्र पदसंज्ञा केन भवति, अत्र अत्र प्रत्ययस्य लोपानन्तरं प्रत्ययः प्रत्ययलोपे प्रत्ययलक्षणमित्यनेन अत्र प्रातिपदिकस्य पदसंज्ञा किल अत्र. अस्तु न तु स्वादिष्व सर्वनामस्थाने इत्यनेन. अस्तु अस्तु अस्तु, अत्रापि पदसंज्ञा अस्ति, तदपि समीचीनम्. अपि च यथा भवती उक्तवती अत्र सुप्तिङन्तं पदम् इति अपि तदपि योजनानन्तरं पदसंज्ञा आगच्छति, तदपि अस्ति. अस्तु, इदानीम् अत्र अग्रे गच्छेम. अन्य कोऽपि आगतवान् वा? नमस्ते महोदय, शुकवनं. नमस्कारः, नाम उच्यता? शुकवनं महोदय. नमस्कारः मणि. आं नमस्कारः महोदय. मम नाम श्रुतं वा शुकवनम् इति? श्रुतं महोदय. अत्र अन्य अन्यस्य ध्वनिः अपि आगतः, पृष्टवान्. तावदेव. अस्तु, इदानीम् अत्र रामप्रिया भगिनी, अत्र इदानीं वयं संज्ञा चतुष्टयं दृष्टवन्तः. तेन आधारेण कार्याणि अत्र साधारणरूपेण कथं भवति इति वदति वा? प्रथमं यदा सर्वनामस्थानसंज्ञकः प्रत्ययः अस्ति चेत् तत्र सर्वनामस्थान च सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण उपधा दीर्घः भवति. सर्वेषां कृते वा केवलम् अत्र तत्तु अत्र नकारान्त अङ्गस्य एव किल भगिनि? सर्वनामस्थाने चासम्बुद्धौ इति नकारस्य अङ्गस्य उपधायाः दीर्घः भवति. तत्तु पुल्लिङ्गे स्त्रीलिङ्गे एव किल इति नास्ति. द्वितीयमस्ति यदा वलादिप्रत्ययः इत्युक्ते असर्वनामस्थानप्रत्ययः अस्ति चेत् तस्य पूर्वतनभागं पदसंज्ञा प्राप्नोति. तत्र तेन आधारेण किमपि कार्यम् अत्र पदसंज्ञा भूत्वा कार्यं कार्यं यदा नकारः अस्ति चेत् न लोपः प्रातिपदिकान्तस्य. तृतीयकार्यं यदा भासंज्ञा अङ्गस्य भासंज्ञा अस्ति चेत् तत्रापि तद् निमित्तीकृत्य कार्यमस्ति. यदा नकारः अस्ति चेत् अल्लोपो नः इति सूत्रेण अन्भागस्य अकारस्य लोपः भवति. अस्तु अस्तु भगिनि, इदानीं किं कुर्मः? अत्र वाच् इति प्रातिपदिकं नीत्वा रूपाणि कथं साधयामः इति द्रक्ष्यामः. अत्र विद्याभगिनी भवती आरम्भं करोति वा? तर्हि अत्र वाच् प्रथमं तत्र वाच् योगः क्विप् इति भवति. क्विप् इति प्रत्यये योजयामः. तर्हि तत्र क्विप् इति प्रत्ययस्य ककारः लशक्वदति इत्यनेन गच्छति. वाच् एकनिमिषं भगिनि, प्रायः वाच् इति प्रातिपदिकमेव भगिनि, अत्र क्विप् इति नास्ति वा? तदा वयं न दृष्टवन्तः वर्गे. ओ अस्तु, वाच् प्रातिपदिकमेव. ओ प्रायः तत्र क्विप् इति लोपः अभवत्, तदनन्तरं वाच् एव तत्र तिष्ठति इति. अस्तु, तर्हि वाच् इति प्रातिपदिकं स्वीकृत्य प्रथमविभक्तौ सु इति प्रत्ययः, तत्र सु इति प्रत्ययस्य उकारः गच्छति उपदेशे अचरणासिक इत्यनेन. तर्हि अपृक्तसंज्ञकः प्रत्ययः सकारः तिष्ठति. तर्हि इदानीं वाच् इति हलन्तधातुः, तर्हि हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तत्र स अपृक्तसंज्ञकप्रत्ययस्य लोपः. तर्हि वाच् इति अस्ति. यत्र सु इति प्रत्ययं योजयामः तत्र एव पदं जातं सुप्तिङन्तं पदं. यद्यपि सुप्रत्ययस्य लोपः अभवत् तथापि तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा तिष्ठति. तर्हि वाच् इति पदम् अस्ति. चोः कुः तत्र वाच् इत्यस्मिन् अन्ते चकारः अस्ति, चोहोकुः इत्यस्य प्रसक्तिः, अत्र पदान्ते चोहोकुः कार्यं करोति, चकारस्य स्थाने ककारादेशः, तर्हि वाक् इति भवति. अनन्तरं पदान्ते इदानीं तत्र जलां जशोन्ते इत्यस्य प्रसक्तिः, तर्हि जस्त्वं भूत्वा तत्र वाग् इति भवति. अनन्तरम् अग्रे वावसाने इति सूत्रेण तत्र विकल्पेन चर्त्वं भवति वा वाक् अथवा वाग्, अतः रूपद्वयं वाक् अथवा वाग् इति रूपद्वयम्. अनन्तरं प्रथमाविभक्तौ द्विवचने वाच् योगः औ इति प्रत्ययः, औ इति सर्वनामस्थानसंज्ञकः प्रत्ययः, अत्र अजादिप्रत्ययः, अतः अत्र केवलं वर्णमेलनं, किमपि विशिष्टकार्यं नास्ति, वाचौ इति रूपम्. अनन्तरं वाच् योगः अस् इति अस्ति, अस् अपि सर्वनामस्थानसंज्ञकप्रत्ययः, तत्र अजादिप्रत्ययः, अत्र केवलं वर्णमेलनं, वाचस् इति अस्ति. तदनन्तरं पदान्ते सकारस्य ससजशोरुः इत्यनेन ऋत्वम्, अनन्तरं पदान्ते करवसानयोर्विसर्जनीयः इत्यनेन रेपस्य विसर्गादेशः वाचः इति रूपम्. अस्तु भगिनि. हिमा भगिनी अस्ति वा? हिमा भगिनी प्रायः अस्तु महोदय. अत्र द्वितीयविभक्तिरूपाणि भगिनि, वाच् इति प्रातिपदिकम्. अत्र वाच् इति प्रातिपदिकमेव अस्ति, यतोहि तत्र वच् इत्येव धातुः भवति किल महोदय. तदेव इदानीमेव दृष्टवान् अपि, धातुपाठे नास्ति वाच् इति प्रातिपदिकम् इति, धातुपाठे धातुः नास्ति, वाच् धातुः नास्ति, वच् अस्ति किल महोदय. परन्तु कृतवन्तः प्रायः प्रायः तस्मात् वाच् इति भवति इति मन्ये, तस्मात् अन्य कार्याणि भूत्वा प्रायः भूत्वा. स्त्रीलिङ्गपदम् अस्ति, चकारान्तपदं, वाच्योगः इदानीम् अम् इति स्थितिः, द्वितीयाविभक्तौ अम् इति सर्वनामस्थानसंज्ञा अस्ति, तर्हि सर्वनामस्थानसंज्ञा अस्ति इति कृत्वा तत्र तस्य कार्यं न भवति सर्वनामस्थाने चासम्भूतौ इति, तत्र केवलं नकारस्य कृते एव भवति इति, तस्यापि कोऽपि कार्यं नास्ति. अत्र वाच् इति प्रातिपदिकम् अस्ति, केवलम् अकारः तु न, अत्र केवलं मेलनं भवति वाचम् इत्येव भवति, अन्य कोऽपि कार्यं नास्ति. द्विवचने यदा भगिन्या उक्तं वाच् योगः औ, अत्रापि अकारः अस्ति, सर्वनामस्थानसंज्ञकः प्रत्ययः, प्रातिपदिकस्य योजनेन तत्र वाचौ इति रूपम् आगच्छति. बहुवचने वाच् योगः शस् इति स्थितिः, अनुबन्धलोपानन्तरम् अस् इति तिष्ठति, परन्तु इदानीम् अत्र असर्वनामस्थानसंज्ञकः अस्ति अत्र, अपि च अजादिः अस्ति इति कृत्वा पूर्वस्य अङ्गस्य भसंज्ञा भवति, परन्तु अस्माकं कृते तस्यापि कोऽपि कार्यं नास्ति, केवलं वक्तव्यमिति मया उक्तं. वाच् इति प्रातिपदिकम् अस्ति, वाच् योगः अस्, अत्र सकारान्तः अस्ति, अन्ते न विभक्तौ तु स्माः इति कारणेन तत्र सलोपः न भवति, अपि च ससजुषोरुः अपि च खरवसानियोर्विसर्जनीयः कारणेन अत्र वाच् योगः अह इति भूत्वा वाचः इति रूपम् आगच्छति. बहु समीचीनं भगिनि. इदानीं सुगवनं महोदय, भवान् अग्रे करोति वा? हा, इदानीं वाच् योगः आ इति तृतीया एकवचनं, भसंज्ञक भसंज्ञा अस्ति वाच् इत्यस्य अङ्गस्य, किमपि विशिष्टकार्यं नास्ति, वाच् योगः आ वाचा इति वर्णमेलनं कृत्वा रूपं सिद्ध्यति. तृतीया द्विवचनं वाच् योगः भ्याम्, तत्र वलादिप्रत्ययः भकारः आदौ प्रत्ययस्य आदौ अस्ति इति कृत्वा पदसंज्ञा प्राप्नोति स्वादिश्वसर्वनामस्थाने इति सूत्रेण. पदसंज्ञा प्राप्नोति. इदानीं वाच् वाच् इत्यस्य भागस्य पदसंज्ञा भवति. वाच् योगः भ्याम् इति स्थितौ तत्र अन्ते चकारः अस्ति, पदसंज्ञा अपि अस्ति इति कृत्वा चोः कुः इत्यनेन कुत्वं भूत्वा वाक् योगः भ्याम् इति स्थितौ. पुनः अन्ते झल् वर्णः अस्ति, परे पुनः झष् वर्णः अस्ति इति कृत्वा झलां झष् झषि इति सूत्रेण झष्त्वं भूत्वा वाग् योगः भ्याम् इति भवति. एकनिमिषं महोदय, एकनिमिषं महोदय, अत्र अत्र पुनः अत्र खकारः गकारः केन सूत्रेण इति जलां झष् झषि अस्ति, किन्तु जलां झषोन्ते अपि आम् सत्यं पदसंज्ञा अस्ति इति कृत्वा जलां झषोन्ते इति सूत्रेणापि ककारस्य गकारादेशः झषादेशः भवति. महोदयेन उक्तं पदसंज्ञा अस्ति चेत् तदेव बलवत् इति, अतः जलां झषोन्ते इति सूत्रेण एव वाग् इति रूपं सिद्ध्यति. वाग् योगः भ्यां वाग्भ्याम् इति भवति. एवमेव भिस् इति स्थितौ तदपि वलादिप्रत्ययः इति कारणात् वाच् इत्यस्य पदसंज्ञा प्राप्नोति. वाच् योगः भिस् इति स्थितौ चोः कुः इत्यनेन वाक् योगः भिस्, जलां झषन्ते इत्यनेन वाग् योगः भिस्, ससजुषो रुः इत्यनेन भिस् इत्यस्य सकारस्य रुत्वं भूत्वा करवधानयोर्विसर्जनीयः इत्यनेन विसर्गः आगत्य वाग्भिः इति अन्तिमरूपं सिद्ध्यति. बहु समीचीनं महोदय. मणि महोदय, चतुर्थीविभक्तिरूपाणि करोति वा? महोदय वदामि, चतुर्थीविभक्ति मध्ये एकवचनं ए अस्ति, ए अस्ति चेत् सम्यक् आसरण स्वादिषु आसरणस्थानम् इति सूत्रेण न यच्छिबम् इति सूत्रेण अच् अकारः अकारः अस्ति चेत् अत्र वसम्यका भवति, अतः किमपि कार्यं न भवति. वाच् योः ए इति वाचे एव आगच्छति. अनन्तरं द्विवचने भ्याम् अस्ति, भ्यां वलादिप्रत्ययः, अतः अत्र वाच् पदसंज्ञा भवति. देन् वाच् योः भ्याम्, अतः वाच् चकारस्य स्थाने पदम् अस्ति, अतः चोः कुः कार्यं करोति, चकारस्य ककारः भवति, अतः वाक् इति. तस्य परं अत्र चोः कुः, अत्र चोः कुः अत्र निमित्तं किम् इति अपि वदति वा महोदय? चोहकु पदान्ते जलि इति अस्ति, अत्र पदान्ते अस्ति, अतः कार्यं भवति. वाक् इति, तस्य परं जलां झषि जलां झषन्ति इति सूत्रेण वाक् इत्यस्य ककार प्रथमककारस्य तृतीयककारः वाग् इति भवति. अनन्तरं भ्याम् इति वाग्भ्याम् इति अत्र जलां झषि झषन्ति इति कार्यं करोति वा महोदय? अत्र करोति चेत् वाक्भ्याम् इति अपि भवितुम् अर्हति अहं चिन्तयामि. सम्यक् नास्ति न न प्रथमं चोः कुः इत्यनेन चकारस्य स्थाने ककारादेशः वाक् योः भ्याम्. इदानीं किं भवति? इदानीं तस्य पूर्वं वाक् इति जलं जसन्ति इति सूत्रेण वाग्भ्याम् इति तृतीयकारः आगच्छति प्रथमस्य स्थाने. वाग्भ्यां भवति. इदानीं किमपि अस्ति वा? वक्तुं शक्नुमः, अत्र वक्तुं शक्नुमः वाग्योगः भ्याम् इदानीम् अत्र जलां झष् झषि अपि कार्यं करोति इति वक्तुं शक्नुमः, परन्तु अत्र कोऽपि किं भेदः नास्ति, गकारः गकारः एव तिष्ठति. धन्यवादः महोदय. अनन्तरं बि एस् एस् सि बहुवचने अत्रापि तदेव भवति अर्हति. वाच् योगः वाच् इति पदं भवति, चोहोकुः कार्यं कृत्वा वाक् इति जलां जसन्ति इति सूत्रेण वाक् वाक् भवति. अनन्तरं व्यः व्यस् वाक् व्यस् अस् स्थाने सत्सोरुगु परवसन इत्याभ्यां ऋत्वं च विसर्गः च भवति, अतः वाग्भ्यः इति रूपं भवति महोदय. अस्तु महोदय, सरला भगिनी अग्रिमं करोति वा? अस्तु, पञ्चमी विभक्ति वाच् योग अस् अस् इति असंज्ञकप्रत्ययः अस्ति, यचि भम् इति सूत्रेण भसंज्ञा आप्नोति. वाच् योग अस् कार्यं किमपि न भवति, वाचः भवति सकारपदान्ते भूत्वा तस्य ससजुषोरुः चेरुत्वं भवति, तस्य अनन्तरं खरवसानयो विसर्जनीय इति सूत्रेण विसर्ग आगच्छति, वाचः इति भवति. तदनन्तरं वाच्योगभ्यां भ्याम् इति असर्वनामस्थानसंज्ञकप्रत्ययः अस्ति, स्वादिशसर्वनामस्थान सूत्रेण वाच् तस्य पदसंज्ञा भवति, तत् पदसंज्ञा भूत्वा वाच् इति चोहोकु सूत्रेण पदान्ते झलिपरे अस्ति, तस्य चकारस्य स्थाने ककार आगच्छति, वाक् भ्यां भवति इदानीं छलान् दशोन्ते पदान्ते भूत्वा. एकनिमिषं भगिनि, इदानीं तु षष्ठीविभक्तिरूपाणि किल? पञ्चमी द्वितीय मणिमहोदय कृतवान् किल? अस्तु, सो षष्ठी अस् ओस् आं ते त्रीणि भसंज्ञक भसंज्ञा आप्नोति, तस्य कार्यं समानं भवति, वर्णमेलनं भवति, वाचः वाचः वाचाम् इति भवति. समापयतु भगिनि अत्र सप्तमी अपि. ई अपि भसंज्ञकवर्णः अस्ति, तस्य वाचि भवति, सप्तमी द्वितीया भवति, वाचोः भवति. सु इदानीं सर्वनामस्थानसंज्ञक प्रत्ययः अस्ति, स्वादिशसर्वनामस्थाने इति सूत्रेण वाच् पदं भवति, वाच् योगस्सु. इदानीं चोहोकु इति सूत्रेण वाक् योगस्सु भवति, झलाजशोन्ते इति सूत्रेण वाक् योगस्सु भवति. इदानीं सु इति खरि च प्रत्ययेन वाग् योगसूया खरि च सूत्रेण पुनः वाक्सु वाक्सु आगच्छति. अपि आदेशप्रत्ययोः इति सूत्रेण सकार एन्को अस्ति, गकार वा ककार सकारस्य स्थाने मूर्धन्यशकार आगच्छति, सो अतः वाक्षु भवति. अस्तु भगिनि, बहु समीचीनमस्ति. इदानीमत्र तावदेव अस्ति वनिज् इत्यस्य अपि किल, अन्यद् प्रातिपदिकं वयं दृष्टवान् जकारान्तप्रातिपदिकं अत्र केवलम् अत्र केचन कानिचन रूपाणि एव अत्र रामप्रिया भगिनी वदति अत्र वनेज् इत्यस्य अत्र प्रथमाविभक्ति एकवचनम् अपि च तृतीयाविभक्ति एकवचनम् अनन्तरम् अत्र यत्र भ्याम् अस्ति यत्र सु अस्ति द्विवचनम् अपि च बहुवचनं सप्तमी विभक्ति केवलं वणिज् इति प्रातिपदिकमस्ति वणिज्योगः सु सकारः क्षम्यतां प्रथमाविभक्ति सिद्धप्रत्ययः सकारः एव अस्ति वणिज्योगः सकारः अत्र सकारः तु सर्वनामस्थानसंज्ञकः अस्ति हल्न्याभ्यो दीर्घातुतिस्य प्रथम हल् इति सूत्रेण सकारस्य लोपः भवति वणिज् इति प्राति पदसंज्ञा प्राप्नोति सकारः चोहोकुः इति सूत्रेण खवर्गस्य तृतीयवर्णः आदेशः भवति वणिग् इति भवति जलां जशोन्ते इति सूत्रेण वणिगेव तिष्ठति वावसाने इति सूत्रेण वणिक् इति रूपं प्राप्नोति वणिग् इति प्रथमाविभक्ति एकवचनं तृतीया एकवचनम् अस्ति आ इति तत्तु बसंज्ञक पूर्वशब्दरूपं तु बसंज्ञकः अस्ति वणिग् क्षम्यतां वणिज् योगः आ इति तत्रापि चोहोकुः इति सूत्रेण किमर्थम् न जलादि न किमपि कार्यं नास्ति वणिजा अनन्तरं बहु क्षम्यतां द्विवचने चतुर्थी द्विवचने वणिज् योगः भ्यां तत्तु असर्वनामस्थानसंज्ञकप्रत्ययः भ्यां वणिज् इति पदसंज्ञा वणिज् तत्र चोहोकुः कार्यं करोति वणिग् वणिग् वणिग्भ्यां जलां जशोन्ते चोहोकुः इत्यनेन किं भवति वणिज् तत्र जकारस्य स्थाने कवर्गस्य तृतीय आदेशः भवति वणिग् अनन्तरं जलां जशोन्ते इति सूत्रेण वणिगेव तिष्ठति वणिग्भ्याम् अनन्तरं अत्र सप्तमी बहुवचनं वणिज् योगः सु इति तदपि बसंज्ञकः अस्ति बसंज्ञकः नास्ति क्षम्यताम् असर्वनामस्थानसंज्ञकः प्रत्ययः पदसंज्ञा वणिज्योगः सु वणिज्योगः पदसंज्ञा प्राप्नोति अतः तत्रापि चोहोकुः इति कार्यं भवति वणिग् योगः सु इण्कोः वर्णः अस्ति अतः आदेशप्रत्ययोः इत्यस्य प्रसक्तिः वणिक्षु अत्रापि यद्यपि किमपि परिवर्तनं न भवति चोहोकुः अनन्तरम् अत्र जलां जशोन्ते इत्यनेन गकारः गकारः एव तदपि महोदय आदेशप्रत्ययो प्रथमम् आगच्छति वा अत्र जलां जशोन्ते भगिनि किमर्थम् इत्युक्ते अत्र जलां जशोन्ते इति अहं संख्या विस्तरामि आदेशप्रत्ययः तृतीयपादे अस्ति इति कृत्वा तत्र सकारस्य शकारः भवति, तदनन्तरमपि वयं खरीच अपि वक्तुं शक्नुमः किल महोदय, किमपि कार्यं न भवति, परन्तु वणिग्योगः शु कृत्वा तदनन्तरं कृत्वा अपि वणिक्षु एव आगच्छति, परन्तु अत्र गकारे षकारः अनन्तरं खरीच इत्यनेन खकारः गकारस्य. क्षम्यतां महोदय, मध्ये उक्तवती. न चिन्ता अत्र तदपि अस्ति. अत्र रामप्रिया भगिनी इदानीं अत्र पुनः वदति वा वणिक्षु कथम् आगच्छति इति. वणिक् योगः वणिज् योगः सु तत्र पदसंज्ञा अस्ति वणिज् इति शब्दरूपस्य, तत्र चोहोकुः इति सूत्रेण वणिग् योगः सु, जलां जशोन्ते इति सूत्रेण वणिग् योगः सु. इदानीं प्रथमम् आदेशप्रत्ययोः अनन्तरमेव करीच किल. आदेशप्रत्ययोः इति सूत्रेण वणिक् वणिक् योगः शु, इदानीं खरीच इति सूत्रेण वणिक् योगः शु वणिक् शु. महोदय, तत्र वणिज् योगः सु इति स्थितौ तत्र प्रथमं चोः कुः इत्यनेन जकारस्य स्थाने तृतीयगकारादेशः भवति, तदनन्तरं जलां जशोन्ते इत्यनेन तृतीयगकारः एव तिष्ठति, तदनन्तरम् आदेशप्रत्ययोः इत्यनेन परे स्थितस्य सकारस्य शकार मूर्धन्यशकारादेशः भवति, तस्मिन् समये अपि तत्र वणिग् इति तृतीयगकारः एव तिष्ठति, तदनन्तरं खरीच इत्यनेन चर्त्वं भूत्वा प्रथमककारः आगच्छति. तावदेव महोदय, तावदेव. किन्तु तत्र खरीच इत्यनेन किमपि कार्यं नास्ति इति न वक्तव्यं किल, तत्र तृतीयककारः प्रथमककारः भवति, अतः वक्तव्यमेव. खरीच इति भवति एव अत्र, खरीच इत्यनेन गकारस्य स्थाने ककारः आगच्छति, अतः तस्य कार्यमपि भवति अत्र. अत्र केवलं जलां जशोन्ते अत्र गकारस्य गकारः एव, अत्र परिवर्तनं नास्ति किमपि, परन्तु खरीच अन्ततो गत्वा खरीच इति कार्यं करोति एव. समीचीनं, तदपि अभ्यासः अभवत्. इदानीं किं कुर्मः, अत्र अन्यत् उदाहरणमासीत् धातुः, इदानीं प्रातिपदिकं नास्ति, धातुः अस्ति व्रश्च, अपि च क्विप् प्रत्ययं योजयामः. अत्र विद्या भगिनी आरम्भं करोति वा. अस्तु, व्रश् व्रश्च इति धातुः, तत्र क्विप् इति प्रत्ययं योजयामः. व्रश्च योगः क्विप् इति अस्ति, तत्र क्विप् इत्यस्मिन् तत्र क्विप् प्रथमतया कित् अस्ति, तत्र ककारः आदौ लशक्व तदिते इत्यनेन इति संज्ञा भूत्वा गच्छति, अनन्तरं पकारः हलन्त्यम् इत्यनेन गच्छति, तत्र ईकारः उच्चारणार्थः. तर्हि अत्र वकारः अपृक्तसंज्ञकप्रत्ययः एव अवशिष्यते. तर्हि तत्र अनन्तरं तत्र वेर् अपृक्तस्य इत्यनेन तत्र वकारस्य लोपः, अपृक्तसंज्ञकवकारस्य लोपः भवति. व्रश् इति क्विप् इति यद्यपि तत्र प्रत्ययस्य लोपः अभवत्, तथापि तत्र प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं तिष्ठति इति कृत्वा तत्र कृत् अधितसमासाश्च इत्यनेन तत्र प्रातिपदिकसंज्ञा भवति. तत्र धातुसंज्ञा अपि भवति, क्विबन्ता विजन्त धातुत्वं न जहति इति परिभाषय तत्र धातुत्वम् अपि भवति. कित् इति प्रत्ययः, क्विप् इति प्रत्ययः कित् इति अस्ति इति कृत्वा तत्र सम्प्रसारणकार्यमपि भवति, अङ्गकार्यं. तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा तत्र अङ्गकार्यं तत्र ग्रहीज्या वै वदि वष्टि विच्छति वृष्यति पृच्छति भृजतीनां निति च इति सूत्रेण तत्र वृश्चिति धातु तस्मिन् अस्ति, वृष्यति इति. तर्हि तत्र सम्प्रसारणकार्यं भवति. कित् इति प्रत्ययः इति कृत्वा, तर्हि तत्र रेपः वकार उत्तरवर्ती रेपः तत्र सम्प्रसारणसंज्ञकः वर्णः, तर्हि तत्र रेपस्य स्थाने ऋकारादेशः भवति, तर्हि वकारः रेपस्य स्थाने ऋकारः अनन्तरम् अकारः अस्ति, तर्हि इदानीम् अत्र ऋकारः योगः अकारः तत्र सम्प्रसारणाच्च इत्यनेन ऋकारः योगः अकारः पूर्वपरयोः पूर्वरूप एकादेशः, तर्हि तत्र ऋकारः आदेशः, तर्हि तत्र वृ इति भवति, वृ योगः सकारः योगचकारः, तदनन्तरं तत्र सोः शुनाश्यु इत्यनेन चकारस्य प्रभावेन तत्र सकारस्य स्थाने ताल्लवशकारः अपि भवति, तर्हि वृश्च इति प्रातिपदिकम् अस्ति. तदनन्तरं तत्र प्रथमविभक्तौ वृष्योगः सु इति प्रथमविभक्तिप्रत्ययः, तत्र किं भवति इत्युक्ते तत्र वृष्योगः सु हलन्तधातुः इति कृत्वा तत्र हल्याभ्यो दीर्घसुतिस्य प्रथम हल् इत्यनेन सु इति अपृत्तसंज्ञकप्रत्ययः यदा तत्र उकारः इत्संज्ञा भूत्वा गच्छति, तर्हि इदानीं तत्र वृष् इति पदं जातम्. अत्र शकारचकारयोः संयोगः अस्ति, तर्हि इदानीं स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः नास्ति, यतोहि तत्र शकारः अस्ति. तर्हि इदानीं वयम् अकृतव्यूहः पाणिनीयः इति परिभाषायाः प्रयोगं कुर्मः. वयं जानीमः अत्र वृष् इति अस्ति, तत्र अन्ते चकारः अस्ति, पदान्ते चकारः, तर्हि अत्र वृषभृश्च सृजमृजय जराज ब्राज चशांशः इति सूत्रस्य कार्यं भविष्यति. तत्र चकारस्य स्थाने मूर्धने शकारादेशः भवति, तर्हि यत्र चकारस्य स्थाने शकारादेशः भवति तर्हि तत्र निमित्तं नशिष्यमाणम् अस्ति इति कृत्वा तत्र यत् निमित्तिककार्यं यत्र निमित्तम् अस्ति तेन निमित्तेन किमपि कार्यं भवति, यदि तद् निमित्तमेव अग्रे गत्वा नष्टः भविष्यति तर्हि तत्र तादृशनिमित्तककार्यं वयं न कुर्मः इति कृत्वा तत्र यत्र व्रश् इति प्रातिपदिकं वयं स्वीकृतवन्तः तत्र स्तोः शुनाश्युः इत्यस्य कार्यं न कुर्मः, तर्हि तत्र सकारचकारः एव स्वीकृत्य वयम् इदानीं अग्रे गच्छामः. तर्हि अत्र इदानीं व्रश्च योगः सु इति अस्ति, हल्याभ्यो दीर्घसुतिस्य प्रक्तं हल् इत्यनेन सुप्र अपृक्तसंज्ञकप्रत्ययस्य लोपः, वृश् इति पदं जातम्. इदानीं तत्र पदान्ते सकारचकारयोः संयोगः अस्ति, तर्हि संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति, परन्तु तत्सूत्रं प्रबाद्य अत्र स्कोः संयोगाद्योरन्ते च इति तस्य अपवादसूत्रम् अस्ति, तेन सूत्रेण सकारस्य लोपः भवति पदान्ते, तर्हि वृच् इति भवति. इदानीं तत्र वृषभृश्च सृजमृजयजराजभ्राजचशांशः इति सूत्रेण चकारस्य स्थाने मूर्धन्यशकारः वृष्. इदानीं तत्र पदान्ते शकारः जलां जशोन्ते इति सूत्रेण शकारस्य स्थाने डकारः वृड्. अनन्तरं तत्र वा अवसाने इति कृत्वा विकल्पेन डकारस्य चर्त्वं वृट् अथवा वृड् इति रूपद्वयं, प्रथमाविभक्तौ रूपद्वयं वृड् अथवा वृट्. अस्तु भगिनि, इदानीम् अत्र महोदय वदतु महोदय. तत्र पूर्वं केवलं चिन्तनार्थम् एतद् अहं पृच्छामि, अकृतव्यूहाः पाणिनीयाः इति तु अस्ति इति वयं जानीमः, किन्तु यदा व्रश्चभ्रश्च इति सूत्रेण षकारः विधीयते तस्मात् पूर्वं सकारः अस्ति इति कृत्वा तत्र ष्ठुत्वं न भवति वा? सकारः अस्ति भूत्वा ष्ठुत्वं ष्ठुत्वं स्तुनाष्टुः अत्र स्तुनाष्टुः इत्यस्य कृते निमित्तं किं महोदय? तत्र विधीयमानः विधिष्यमानः अस्ति किल शकारः व्रश्च व्रश्च इति सूत्रेण. तत्र शकारः अस्ति न तु सकारः, यत्र शकारः भवति तत्र सकारः अस्ति न तु तालवे शकारः अस्ति प्रथमतया. प्रातिपदिकम् एव मम प्रश्नः, तालव्यसकारः अस्ति तदनन्तरं ब्रश्च ब्रश्च इति सूत्रेण चकारस्य स्थाने मूर्धन्यषकार आदेशः भविष्यति इति कृत्वा तत्र ष्टुत्वं भूत्वा सकारस्य तालव्यसकारस्य मूर्धन्यषकारः किमर्थं न स्वीकृतम् इति मम प्रश्नः. एकनिमिषं भगिनि, अत्र प्रायः किञ्चित् भ्रमः अस्ति महोदय. अत्र ष्टुत्वं केन अत्र ष्टुत्वम् इति तस्य प्रयोगार्थं निमित्तानि कानि महोदय? अत्र निमित्तानि सन्ति वा ष्टुत्वस्य कृते? तत्र तालव्यसकारः अस्ति परे तालव्य व्रश्च परन्तु मूले तालव्यसकारः अस्ति किल, सकारः अस्ति अनन्तरं षकारः अस्ति वा, तादृशचिन्तनमस्ति वा अत्र? परन्तु तस्मात् पूर्वमेव षकारः कदा आगच्छति? षकारः तु अनन्तरम् आगच्छति, परन्तु तस्मात् पूर्वं यः सकारः आसीत् मूले तस्य किं भवति अत्र? यत्र वृश्च इति अस्ति तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति, तदपि एकं कार्यमस्ति किल? सत्यम्. अतः इदानीं वृच् एव भवति वृच्. किन्तु तादृशं स्वीकुर्मश्चेत् अस्मिन् सन्दर्भे स्कोः संयोगाद्यरन्त्ये च इति सूत्रं प्रथमम् अस्ति इति कृत्वा तस्य कार्यमेव वयं कुर्मः. अकृतव्यूहः पाणिन्याः इति किमर्थं वक्तव्यम् इति प्रश्नः. तादृशम् अपि यदि व्रश्च इति वृश्च इति स्थितौ तत्र मूले सकारः एव आसीत् इति कृत्वा स्कोः संयोगाद्यरञ्चते अन्ते च इति सूत्रस्य प्रसक्त्या सकारस्य लोपः भवति. अकृतव्यूहः पाणिनीयः इति न वक्तव्यम् इति मम पक्षः. परन्तु अत्र इदानीं तु तालव्यषकारः अस्ति किल, तालव्यषकारः एव आसीत् किल, मूले षकारः एव अस्तु अस्तु अस्तु अहम् अवगच्छामि. परन्तु अत्र केवलम् अत्र किमस्ति इत्युक्ते मूले सकारः आसीत्, तत् सकारः षकारः अभवत् चकारे चकारः अनन्तरमस्ति भूत्वा, परन्तु स च चकारः न तस्य परिवर्तनं भवति अग्रे गत्वा इति भूत्वा अत्र सकारः एव अस्ति इति वयं चिन्तयामः. तस्य समर्थनार्थमेव अत्र अकृतव्यूहः पाणिनीयः. अत्र मूले सकारः आसीत्, सः सकारः तालव्यषकारः अभवत् चकारस्य प्रभावेन, परन्तु यत् यः चकारः अस्ति इदानीम् अनन्तरं चकारः षकारः भविष्यति अन्येन सूत्रेण, अतः वयम् अत्र सकारः अस्ति इति स्वीकुर्मः. तावदेव. तस्य समर्थनं कथं कुर्मः इत्युक्ते अत्र केवलं अत्र परिभाषा अस्ति किल, तर्कसमर्थनार्थमेव अत्र तर्कः अस्ति किल महोदय. किन्तु इदानीमेव वयं प्रातिपदिकं निर्मिमानः सन्तः व्रश्च इति धातुं स्वीकृत्य क्विप् योजयित्वा तत्र व्रश्च इति धातु धातोः किमस्ति? दन्त्यसकारः एव अस्ति किल. परन्तु धातुः अत्र परिवर्तनात् अनन्तरमेव तस्य अत्र धातुपाठे धातुः किं दत्तमस्ति? व्रश्च इति दत्तमस्ति किल. धातुः व्रश्च अस्ति, न तु व्रश्च. अत्र धातु आदेशः अभवत् मूले एव. मूले मूले एव अभवत् धातु आदेशः. आम्, किन्तु पाणिनिमहर्षिः स्वस्य विधिः पालनं कर्तव्यं किल स्वेन. अतः वृश्च इति दत्तमस्ति किन्तु भवतु महोदय अधिकसमयः अत्र चिन्तनार्थमेव समीचीनप्रश्नः एव परन्तु अत्र अहं चिन्तयामि अत्र तर्कपूरणार्थमेव परिभाषायाः आमाम् अतः एव मम प्रश्नः एव उदितं तर्कपूर्णार्थम् अकृतव्यूहाः पाणिनीयाः इति वदामश्चेत् तत्र यद्य तत्र व्रश्च ब्रश्च इति सूत्रेण चकारस्य स्थाने मूर्धन्यषकारः विधीयमानः विधिष्यमानः अस्ति इति कृत्वा तत्र मूले सकारः नास्ति तदपि तत्र सकारस्य दन्तसकारस्य स्थाने मूर्धन्यषकारः आदेशः भविष्यति इत्यपि स्वीकर्तुं शक्यते इति चिन्तनं तादृशचिन्तनं पूर्वपक्षरूपेण अस्तु अग्रे गच्छामः अग्रे गच्छामः भवानेव अग्रे इदानीं व्रश्च वृश्च इति अस्ति किल वृश्च योगः औ इति स्थितौ तत्र सर्वनाम सम्यक सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति अत्र किमपि विशिष्टकार्यं न विदितम् इति कृत्वा अपि च अजन्तप्रत्ययः इति कृत्वा केवलं वर्णमेलनमेव भवति तत्र वृश्चौ वृश्चौ इति भवति इति अहं चिन्तयामि वृश्चौ एवमेव वृश्चः तत्र ससज्जोरुः करवसानिर्विसर्जनीयः इति सूत्रेण वृश्चः इति भवति एवमेव वृश्चं वृश्चौ इति रूपं द्विवचनपर्यन्तं रूपं प्राप्नोति अस्तु महोदय अस्तु इदानीं हेमा भगिनी अस्ति वा आं महोदय किञ्चित् समयः जातः अन्योक् कर्तुम् अत्र वृश्च द्वितीया विभक्तौ बहुवचनं वा महोदय द्विवचनम् आरभ्य अस्तु तर्हि वृश्च योगः अम् इति स्थितिः अम् इदानीं परन्तु भगिनि अत्र धातुपरिवर्तनम् अभवत् किल तर्हि वृच्योगः अम् इति पुनः भगिनि अत्र वृश् सम्यक् वृश्च केवलं सम्प्रसारणम् अभवत् तत्र वृश्चि स्थितिः वृश्चियोगः अम् इति अत्र केवलं मेलनमेव भवति कोऽपि कार्यं नास्ति अत्र अम् इति सर्वनामस्थानसंज्ञकः एव अस्ति कार्याणि किमपि नास्ति केवलं मेलनं भवति वृश्चम् इत्येव भवति ननु महोदय तदनन्तरं पुनः यथा प्रथमा विभक्तो भवति तथैव अत्रापि अग्रे औ यत् अस्ति तत्रापि मेलनमेव भवति सर्वनामस्थानसंज्ञकः एव प्रत्ययः वृश्चौ इति रूपं तदनन्तरं यत्र शस् अस्ति तत्र अस्तिति भवति वृश्चयोगः अस्तिति अत्र सर्वनामस्थानसंज्ञकः अस्ति अत्र अतः स्वादिश्वसर्वनामस्थाने इति कृत्वा तत्र पदसंज्ञा प्राप्नोति तर्हि वृश्चयोगः अस्तिति स्थितिः इदानीं परं चोः कुः प्रसक्तिः अस्ति परन्तु तत् प्रभाद्य व्रश्च ब्रश्च सृज मृज यज राज पुनः पुनः अत्र द्वितीयविभक्ति बहुवचनरूपं किल भगिनि एकनिमिषः अत्र अस्तिति प्रत्ययः भवति लोपानन्तरम् अत्र अस्ति असर्वनामस्थानसंज्ञकः अस्ति, परन्तु अकारादयः अस्ति इति कृत्वा भसंज्ञां प्राप्नोति, भ्रश्च इति पूर्व अङ्गस्य भसंज्ञा भवति, भसंज्ञायाः कोऽपि कार्यं नास्ति, दोषः जातः तत्र, तर्हि भसंज्ञा अस्ति इदानीं, पदसंज्ञा नास्ति अत्र, अतः केवलं मेलनमेव भवति, वृश्चः एव भवति। अत्र ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः कार्यं करोति, कुरुतः तदनन्तरं वृश्चः इति आगच्छति। अस्तु भगिनि, इदानीम् अत्र मणिमहोदय। अस्ति वा महोदय? सरला भगिनी, वदतु महोदय। एकवचने आकारः अस्ति, आकारः बहुसम्यक् प्रत्ययः, भसंज्ञा कस्य भवति? भसंज्ञा न प्रत्ययः बहुसम्यक् इति सूत्रेण आकारः अस्ति, अद् बहुसम्यकः प्रत्ययः भवति। न न न न अत्र भसंज्ञा कस्य भवति इति प्रश्नः। प्रत्ययस्य संज्ञा अस्ति असर्वनामस्थानसंज्ञा, किल प्रत्ययस्य संज्ञा सर्वनामस्थानसंज्ञा अथवा असर्वनामस्थानसंज्ञा भवति, अङ्गस्य संज्ञा भवति पदसंज्ञा अथवा भसंज्ञा। अत्र अङ्गम् एव भसंज्ञः, अङ्गम् अङ्गस्य संज्ञा अस्ति भसंज्ञा अत्र, किमर्थम्? असर्वणस्थाने स्वादिषु असर्वणस्थाने इति सूत्रेण अत्र प्रत्ययः सर्वनामस्थानं विहाय यकारः अजादिप्रत्ययः अस्ति चेत् तत्र यचिभम् इति सूत्रेण भासंज्ञः प्रत्ययः। कस्य भासंज्ञा भवति? भासंज्ञः तत् अङ्गमेव, अङ्गस्य। अस्तु अस्तु, ब्रिड्ज् अस्ति, अतः आकारः अस्ति, किमपि कार्यं न भवति, वृच्छा एव आगच्छति अत्र। अनन्तरं योगः अभ्याम् अत्र वलादिः अस्ति, अतः अङ्गं भवति, पदं भवति ब्रिड्ज् इति, अत्र पदम् अस्ति, अतः पदान्ते चकारस्य स्थाने चोहोगुः इति सूत्रं कार्यं कृत्वा प्रथमं किं भवति? इदानीं पदमस्ति, इदानीं पदमस्ति वृश्च इति, वृच् इति अत्र पदमस्ति, तस्मात् पूर्वम् अन्यत् सूत्रमपि कार्यं करोति अत्र। सुखवनं महोदय, भवान् वदति वा? अस्ति चेत् महोदय श्लोः समयवरान्ते कार्यं करोति, अत्र वृच् एव भवति किल, तादृशकरं नास्ति अत्र, अतः वयं चिन्तयामि महोदय। एकनिमिषः, सुखवनं महोदय, भवान् सहायं करोतु महोदय। इदानीं कस्मिन् प्रत्ययविषये मध्ये सम्यक्तया न श्रुतं, भ्याम् इति वा? भ्याम् इति प्रश्नः, भ्याम् अत्र तृतीयाविभक्ति द्विवचनं, वृश्च वृश्च इति तत्र सम्प्रसारणम् अभवत्, वृश्च योगः भ्याम् इति स्थितौ तत्र प्रथमं तत्र पदसंज्ञा अस्ति भकारः वलादि इति कृत्वा वृश्च इति भागस्य पदसंज्ञा अस्ति, अन्ते संयोगः अस्ति इति कृत्वा संयोगान्त्यस्य लोपः इति सूत्रस्य पदस्य इत्यनेन पदान्ते इत्यनेन प्रसक्तिः भवति, किन्तु स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यं, संयोगान्तस्य लोपः इति इति सूत्रस्य कार्यं बाधित्वा स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यं पदान्ते संयोगः अस्ति इति कृत्वा भवति. अनेन संयोगस्य आदौ स्थितस्य सकारस्य लोपः भवति. वृच् योगः भ्याम् इति स्थितौ. इदानीं चोहोकुः एकनिमिषं महोदय, अत्र एव मणिमहोदयस्य प्रश्नः आसीत्. अत्र वृश्च यदा अस्ति अत्र तालव्यशकारः अस्ति, अतः कथं वा स्कोः संयोगाद्योरन्ते च इति कार्यं करोति इति. ओ तत्र तु मूले मूले दन्त्यसकारः एव आसीत्, तद् स्तोः श्चुनाश्चुः इति सूत्रेण यदा वयं वदामः तत्र श्चुत्वं कृत्वा वदामः, किन्तु इदानीं आरम्भतः वयं धातुनिर्माणं कृतवन्तः इति कृत्वा अत्र दन्त्यसकारः एव अस्ति, न तु तालव्यसकारः इति. अतः स्कोः संयोगाद्यरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः च, अनेन संयोगस्य आदौ स्थितस्य सकारस्य लोपः भवति. इदानीं वृच् योगः भ्याम् इति अस्ति, तत्र चोहोकुः इति सूत्रस्य प्रभावेन वृक् योगः भ्याम् इति भवति. इदानीमपि पदसंज्ञा अस्ति वृक् इति भागस्य इति कृत्वा जलां जशोन्ते इति सूत्रेण ककारस्य तृतीयगकारादेशः भवति. वृग् योगः भ्याम् इति स्थितौ तत्र वृग्भ्याम् इति अन्तिमरूपं भवति. अत्र मणिमहोदय इदानीमपि प्रश्नः अस्ति वा? इदानीं स्कोः संयोगान्त च इति सूत्रं कार्यं कृत्वा एव तालव्यसकारः लोपो भवति महोदय. अत्र वयं तालव्यसकारः अस्ति इति द्रक्ष्यामः, परन्तु यथा इदानीमेव सुखवनं महोदय उक्तवान्, अत्र मूले दन्त्यसकारः आसीत्, सः दन्त्यसकारः चुत्वं भूत्वा तालव्यसकारः अभवत्. मूले सकारः आसीत् इति भूत्वा अत्र स्कोः संयोगाद्यरन्ते च इति कार्यं करोति. अपि च यः चकारः अस्ति सः चकारः अनन्तरं षकारः भवति, अतः निमित्तं यदस्ति तेन कारणे येन कारणेन अत्र सकारः षकारः अभवत् तन्निमित्तं न तिष्ठति, अतः अत्र सकारः इति अस्ति इति वयं नयामः. सकारम् अस्ति इति भूत्वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः. हा हा सकारः निमित्तं नास्ति, अतः अस्तु अस्तु अग्रिमं करोतु महोदय. इदानीं किल अत्र चोहोकुः न व्रश्च भ्रश्च एव कार्यं करोति किल, व्रग्भ्याम् इति भवति किल, व्रग्भ्यां न चोहोकुः. महोदय भवान् चोहोकुः उक्तवान् वा? रूपमेव भिन्नम् आसीत् आम् आम् वृद्भ्याम् इदानीं सम्यक् करोति वा महोदय? वृश्च योगः भ्याम् इति स्थितौ तत्र वृश्च इति भागस्य पदसंज्ञा अस्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति सूत्रेण मूले सकारः एव आसीत् इति कृत्वा संयोगस्य आदौ स्थितस्य सकारस्य लोपः भवति. इदानीं वृच् योगः भ्याम् इति स्थितौ यद्यपि चोः कुः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु व्रश्च भ्रश्च सृज मृज यज ब्राज छषां शः इति सूत्रस्य प्राप्तिः एव अस्ति. किमर्थमिति चेत् तत्र परिगणितरूपेण व्रश्च इति धातुः दत्तमस्ति इति कृत्वा. अपि च अस्य सूत्रस्य निमित्तानि भवन्ति झलिपदान्ते इति. इदानीं वृच् इति भागस्य पदसंज्ञा अस्ति परे भ्याम् इति वलादिप्रत्ययः अस्ति इति कृत्वा तत्र अस्य सूत्रस्य प्रसक्तिः प्राप्तिः. अनेन चकारस्य स्थाने अन्ते स्थितस्य चकारस्य स्थाने शकारमूर्धन्यशकारार्देशः भवति. वृष् योगः भ्याम् इति स्थितौ इदानीं झलां झषवन्ते इति सूत्रेण तत्र मूर्धन्यशकारस्य स्थाने डकारादेशः तृतीयडकारादेशः भवति. वृड् योगः भ्याम् इति स्थितौ तत्र अन्यत् किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव वृड्भ्याम् इति भवति. प्रायः भवत्याः कृते अत्र कृतव्यूहाः पाणिनीयाः समीचीनं न दृश्यते इति चिन्तयामि महोदय. तदेव आम् आं तदेव मम चिन्तनम् इदानीमपि अस्ति. यदि व्रश्च भ्रश्च इति सूत्रस्य कारणेन शकारः आगच्छति, यदि शकारः आगच्छति तत्र तदा स्थुत्वम् इत्यस्य निमित्तमेव नशिष्यमानः इति कृत्वा अकृतव्यूहः पाणिनीयः इत्यनेन सकारः एव स्वीकर्तव्यम् इति चेत् तत्र व्रश्च भ्रश्च इति सूत्रेण यदा शकारः विदिश्यमानः भवति तदा ष्टुत्वं भूत्वा तत्र सकारस्य स्थाने शकारः अस्ति इत्यपि स्वीकर्तुं शक्यते इति इत्यतः तत्र तालव्यशकारः एव नास्ति, दन्त्यशकारः एव अस्ति. अत्र प्रायः किञ्चित् पृच्छामि महोदयं पृच्छामि अग्रे. परन्तु तत्र अहं वदामि वा महोदय? वदतु भगिनि. परन्तु तत्र यत्र सकारः अस्ति, यदि वयं सकारः एव स्वीकृत्य सकारचकारः स्वीकुर्मः चेत् तर्हि तत्र व्रश्य व्रश्य इति सूत्रं प्रथमं कार्यमेव न करोति. प्रथमं तत्र सकारस्य लोपः एव भवति स्कोः संयोगाद्योरन्ते च. तदनन्तरमेव चकारस्य स्थाने शकारादेशः भवति. तर्हि तत्र श्रुत्वस्य प्रसक्तिः एव नास्ति, अवसरः एव नास्ति इति चिन्तयामश्चेत् भगिनी तत्र व्रश्च भ्रश्च इति सूत्रस्य अनन्तरमेव स्तोश्चुनाश्चुः इत्यपि आगच्छति किल? परन्तु तत्र प्रातिपदिकनिर्माणावसरे तत्र सकारचकारयोः संयोगः अस्ति इति कृत्वा वयं तत्र स्तोश्चुनाश्चुः इत्यस्य कार्यं वयं कृतवन्तः. तदेव तत्र सारांशः सर्वत्र सोहशुनुश्चुः इत्यस्य कार्यं न करणीयम् इति नास्ति किल. केवलम् अत्र यत्र सु इति प्रत्ययः अस्ति केवलं तत्र एव न करणीयम् इति अस्ति. अन्यत्र यदि वयं वृश्चियोगः औ इति स्वीकुर्मः तत्र तु सोहशुनुश्चुः इत्यस्य कार्यं सम्यक् एव. तत्र तु वृश्चौ इति भवति, तत्र किमपि तत्र बाधा नास्ति. किमर्थम् इत्युक्ते तत्र व्रश्च भ्रश्च इति सूत्रस्य झलिपदान्ते एव भवति इति कृत्वा यदा औ इति स्थितौ तत्र पदसंज्ञा अपि नास्ति, झलि अपि परे नास्ति इति कृत्वा तत्र चिन्तनमेव न भवति. अतः मम पक्षस्य सारांशः एवमस्ति, अकृतव्यूहः पाणिनीयः इत्यस्य आवश्यकता एव नास्ति इति. किमर्थमित्युक्ते प्रथमं स्कोः संयोगाद्य तद् मूले इदानीमेव वयं मूलतः वयं कार्यं कुर्वन् सन्तः इति कृत्वा मूले सकारः एव अस्ति इति कृत्वा स्कोः संयोगाद्यरन्ते च इति सूत्रस्य प्रसक्तिः प्रथमं भवति, तदनन्तरमेव शुत्वम् आगच्छति इति कृत्वा सो स्कोः संयोगाद्यरन्ते च इति प्रसक्तिः प्राप्तिः, अनेन सकारस्य लोपः भवति चेत् तत्र शुत्वम् इत्यस्य चिन्तनमेव नास्ति. हा हा, तत् तथापि तथापि केचन तथा चिन्तयन्ति, परन्तु अत्र महोदय किं वदति इत्युक्ते वृश्चिति स्थितौ तत्र निमित्तम् अस्ति इति कृत्वा वयं कार्यं कुर्मः इति कार्यम् अभवत् इति कार्यम् इदानीं जातं, प्रातिपदिकस्य निर्माणम् अभवत् इति कृत्वा एव वयम् अकृतव्यूहः पाणिनीयः इत्यस्य प्रयोगं कुर्मः. हा, तत्रापि एकमेव वदामि. अत्र पश्यतु वृश्चभ्रश्च इति सूत्रस्य वृश्च इति न दत्तं, वृश्च इत्येव दत्तमस्ति. हा हा, अतः वृश्च इति स्थितौ तत्र अकृतव्यूहः इति कथं स्वीकर्तुं शक्यते? वृश्च इति वयं सम्प्रसारणीयं प्रथमं कृतवन्तः, क्विप् इति यदा योजयामः तदा अङ्गस्य अङ्गं वृश्च इति एव अस्ति, अतः वृश्च इति सूत्रस्य प्रसक्तिरेव नास्ति इत्यपि वक्तुं शक्यते किल? हा महोदय, यद्भवान् वदति तत्तु सम्यक् एव, वृश्चिति केवलं वृश्चिति धातुः अस्ति चेत् तत्र भवान् यत् वदति सम्यक् एव, परन्तु यङ्लुगन्त अवसरे यत्र वयं वावृश्चिति वदामः वावृश् तत्र तु धातोः निर्माण अवसरे तत्र तु स्तोहशुनाशु इत्यस्य कार्यं भवति एव. न, तत्रापि वावृश्चिति एव धातुः, न तु वृश्चिति. वावृश् शकारचकार तत्र स्तोहशुनाशु इत्यस्य कार्यं भवति एव. आमां, किन्तु वावृश्चिति यदि वदामः तत्र वावृश्चिति नूतनधातुः अस्ति इति कृत्वा वृश्च वृश्च इति सूत्रस्य प्रसक्तिरेव नास्ति इति अपि मया आर्ग्यू कर्तुं शक्यते. अस्तु महोदय, इदानीं चिन्तनं तु समीचीनमेव, परन्तु अत्र अग्रे अपि गमिष्यामि. अस्तु, गन्तव्यम् अस्ति अस्माकं कृते. अस्तु, धन्यवादः. अस्तु, इदानीं मणिमहोदय भवान् करोति वा अत्र तृतीय बहुवचनं. तृतीय बहुवचनं मिस् अस्ति अत्र, तस्य पूर्वम् अङ्गं वृच् अस्ति, वृच् पदं भवति, बहुसम्यकः आम् पदं भवति अत्र वृच्, अतः वृच् योः बिस् ततः पूर्वं वृच्स्थाने शकारः अस्ति, वृच्छ वृच्छ सृजं मृज इति सूत्रेण शकारहं मुदनीशकारः आगच्छति इति चिन्तयामि महोदय. तत्तु समीचीनमेव, प्रथमं किं भवति अत्र वृश्च योगः भिस् अस्ति, वृश्च इति पदमस्ति, भूत्वा प्रथमम् अत्र स्कोः संयोगाद्योरन्ते च इत्यनेन तत्र सकारस्य लोपः, यद्यपि सकारः वयं द्रक्ष्यामः अत्र, परन्तु अत्र सकारः आसीत् मूले इति भूत्वा तस्य लोपः प्रथमः, चकारस्य लोपः स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः प्रथमम्, अतः वृच् योगः भिस्. इदानीं व्रश्च भ्रश्च सृजं मृजयज राजभ्राज च शां शः इत्यनेन अत्र षत्वं वृश् योगः भिस् इदानीम्. अत्र प्रथमं तु स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति, अनन्तरमेव षत्वम्. अस्तु, धन्यवादः महोदय. मनसि भवति यदा अत्र इदानीं वृक्षप्रचादिसूत्रेण वृष् इति भवति पदम्, अनन्तरं जलां जन्ति इति सूत्रेण डकारः आगच्छति चकारस्य स्थाने, वृड् अत्र चकारस्य सस्व ऋगु पर्वस्थाने इत्याभ्यां ऋत्वं च विसर्गः च भवति, अतः भिः वृद्भिः इति रूपं भवति महोदय. तत्र वामस्थाने कार्यं करोति, न न बिस् अस्ति, अतः वामस्थाने न कार्यं करोति, वृड् एव वृद्भिः अपि. अस्तु अस्तु, सरला भगिनी करोति वा अग्रिमं. चतुर्थीविभक्तिस्तु वृश्च योग, वृश्च योग ए सर्वनामस्थानसंज्ञक प्रत्ययः अस्ति, भसंज्ञा भवति अजादि भूत्वा. इदानीं केवलं वर्णमेलनं भवति, कोऽपि कार्यं न भवति, वृश्चे भवति. वृश्चयोगभ्याम् अत्र भ्याम् असर्वनामस्थानसंज्ञकप्रत्ययः अस्ति, तस्य पूर्वं पदं वृश्चस्य पदसंज्ञा भवति स्वादिष्ट सर्वनामस्थाने इति सूत्रेण. वृश्च इति यथा पूर्वं वयं चर्चितवन्तः अकृत्तपाणिन्या व्यूहा इति परिभाषायां सकार एव तिष्ठति मूले, शुत्वं न भवति शकारस्य स्थाने. सो इदानीं वृश्च इति अस्ति संयोगान्तस्य इति प्रभाद्य स्को संयोगान्तस्य आद्योः स्को संयोगाद्योन्ते इति सूत्रेण सकारस्य लोपः भवति, वृच् योगः भ्यां भवति इदानीम्. इदानीं वृश्च भ्रच्च सृज मृज राज इति सूत्रेण चकारस्य स्थाने मूर्धन्यशकार आगच्छति, वृष योगभ्यां भवति. इदानीं झलाञ्जशोन्ते इति सूत्रेण शकारस्य स्थाने डकार आगच्छति, वृद्भ्याम् इति निष्पन्नं भवति. तथैव भ्यस् वृद्भ्यः भवति, सकारस्य पदं भूत्वा ससजुषोरु खरवसनविसर्जनीय इति सूत्रेण विसर्गः भवति, वृद्भ्यः इति भवति. हेमा भगिनी भवती करोति वा? अस्तु वा भगिनि, प्रायः सा गतवती. रामप्रिया भगिनि पञ्चमी किल, इदानीं षष्टि. षष्टि विच् विच् इति प्रातिपदिकं, विच् वृश्च इति प्रातिपदिकं, वृश्च योगः अस् वृश्च इति बसंज्ञकः बसंज्ञकः अस्ति. अत्र किमपि कार्यं तदाधारीकृत्य किमपि कार्यं नास्ति. ससजुषोरुः करवसानयोर्विसर्जनीयः इति सूत्राभ्यां ऋत्वविसर्गौ आदेशः भवतः, अतः वृश्चः इति षष्टि एकवचनं. द्विवचनं तु औस् इति प्रत्ययः, तदपि असर्वनामस्थान स्थान संज्ञकः अस्ति, पूर्वस्थित शब्दरूपस्य बसंज्ञा प्राप्नोति, तत्रापि किमपि विशिष्टकार्यं नास्ति. वृष्टोः वृष्टाम् इति बहुवचने, तत्रापि किमपि विशिष्टकार्यं न. अग्रिमपि करोतु. इ इति सप्तमी एकवचनं, तत्रापि वृश्च इति बसंज्ञकः अस्ति, तत्रापि किमपि विशिष्टकार्यं नास्ति. वृश्चि समानमेव द्विवचने, वृश्चोः बहुवचनं, वृश्च योगः सु, अत्र वृश्च इति पदसंज्ञा प्राप्नोति. तत्र यदा पूर्वं वयं कृतवन्तः कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः विच्, वृश्च भ्रश्च इति सूत्रेण वृष, जलां जशोन्ते इति सूत्रेण वृड् वृड् योगः सु वृत्सु रूपं किं भावसाने अपि कर्तुं शक्नुमः किल करिच भावसाने नास्ति किमर्थम् इत्युक्ते सकारः अस्ति अत्र करिच वृत्सु अपि च वयं कृतवन्तः डहसि दुट् इति अपि प्रसक्तिः अस्ति किल डहसि दुट् इति दुडागमः भवति एकनिमिषं डहसि दुट् इत्युक्ते वृट् वृड् योगः दकारः योगः सु इति आगच्छति तत्र प्रथमं यदा डकारः पदान्ते अस्ति इति कारणात् न पदान्तात् तोरणाम् इति सूत्रस्य प्रसक्तिः किमपि परिवर्तनं न किमपि कार्यं नास्ति दकारसकारयोः मध्ये दकारः जली अस्ति सकारः खरी अस्ति इति कृत्वा तत्र जलां जशोन्ते क्षम्यतां जलां जश् जशि इति सूत्रेण न करी चत्वं भवति न जष्त्वं नास्ति करीच इति सूत्रेण जलां खर् अतः तत्र दकारस्य स्थाने तकारादेशः भवति वृड् वृड् योगः तकारः योगः सु इदानीं डकारतकारयोः मध्ये डकारः जलि अस्ति तकारः खरि अस्ति इति कृत्वा खरीच इति सूत्रेण डकारस्य प्रथमटकारादेशः वृट् योगः तकारः योगः सु वृत्सु वृत्सु वृत्सु वृत्सु अत्र अत्र डहसि धुक् क्षम्यतां डहसि धुट् इति विषये किञ्चित् वक्तव्यम् आसीत् भगिनि अत्र दृढागमः कस्य दृढागमः भवति इति प्रश्नः अत्र अत्र सूत्रे तु किमपि षष्ठीविभक्तेः न दत्तं किल अतः कस्य स्थाने दृढागमः भवति इति प्रश्नः स्मरति वा अत्र उभयनिर्देशो पञ्चमी बलियान् इति परिभाषा वयं कृतवन्तः तत्र पञ्चमी इति डः इति पञ्चमीः पञ्चमी अस्ति इत्युक्ते परकार्यं तदेव बलवत् भवति सि इति पूर्वकार्यं तद् सप्तमीयामं डः परः कार्यं भवति दुट् आगमः भवति अतः प्रत्ययस्य आगमः न तु प्रातिपदिकस्य तावदेव तदपि अस्तु अस्तु भगिनि इदानीम् अग्रे गच्छेम अत्र प्रायः वयं विस्तृतरूपेण दृष्टवन्तः इदानीम् अतः अग्रे गच्छेम किञ्चिदेव समयः अस्ति परन्तु अन्तिम प्रातिपदिकमस्ति अत्र ब्रज् भ्रज् इदानीम् अत्र किं कुर्मः विद्याभगिनी उक्तवती पूर्वतन उदाहरणम् अतः सुकवनं महोदय भवान् आरम्भं करोतु ब्रज् प्रयत्नं करोमि महोदय ब्रज् योगः स इति स्थितौ प्रथमं ब्रज् इति धातुः अस्ति महोदय ब्रस्जिति धातुः धातुः क्विप् क्विप् योजयामः तत्र सर्वापहारलोपः भवति तत् वयं जानीमः. इदानीं क्विप् इति कित् अस्ति इति कृत्वा ग्रहिज्या वैव्यधि वष्टि विचति वृच्छति पृच्छति भृज्यतीनाम् इति च इति सूत्रेण सम्प्रसारणं भवति. तत्र रेफस्य स्थाने ऋकारदेशः भवति, पुनः रेफस्य अनन्तरं स्थितस्य आकारस्य सम्प्रसारणाच्च इति सूत्रेण लोपः भवति. बृज् बृज् इति प्रातिपदिकं सिद्ध्यति क्विप् योजनानन्तरम्. इदानीं बृज् योगः स् इति प्रथमा एकवचनं, तत्र हल्नाभ्यो दीर्घसदृशपृथ्वं हल् इत्यनेन सकारस्य लोपः भवति. बृज् इति भागस्य पदसंज्ञा अपि प्राप्नोति. बृज् इति स्थितौ तत्र पदसंज्ञा अस्ति इति कृत्वा पुनः अपि च अन्ते संयोगः अस्ति इति कृत्वा संयोगान्तस्य लोपः अपि च स्कोः संयोगाद्यरन्ते च इति सूत्रस्य प्रसक्तिः भवति. किन्तु स्कोः संयोगाद्यरन्ते च इति सूत्रस्य एव प्राप्तिः भवति पदान्ते इति निमित्तेन. बृज् तत्र संयोगस्य आदौ सकारस्य लोपः भवति, बृज् इति रूपं भवति. इदानीम् अन्ते चकारः जकारः अस्ति इति कृत्वा चवर्गीयव्यञ्जनः अस्ति इति कृत्वा चोः कुः इति सूत्रेण पदान्तनिमित्तत्वेन बृग् इति रूपं पुनः क्षम्यताम् आमामामां तदेव पुनः अहं करोमि. चोः कुः इत्यस्य प्रसक्तिः अस्ति किन्तु ब्रज्ज ब्रज्ज इति सूत्रम् इति सूत्रे ब्रज्ज इति धातुः एतद् धातुः परिगणितरूपेण उक्तम् इति कृत्वा तदेव चोः कुः इति सूत्रस्य इति सूत्रं प्रबाद्य कार्यं करोति. बृज् इति स्थितौ तत्र ब्रज्ज ब्रज्ज इति सूत्रेण अन्ते स्थितस्य जकारस्य स्थाने मूर्धन्यषकारादेशः भवति, बृष् इति भवति. पदान् पदसंज्ञा इदानीमपि अस्ति इति कृत्वा जलां जशोन्ते इत्यतेन इत्यनेन बृड् इति रूपं प्राप्नोति. वावसाने इत्यनेन बृट् इति वैकल्पिकरूपमपि प्राप्नोति. बहु समीचीनं महोदय. अस्तु, इदानीं सरला भगिनी, अत्र प्रथमाविभक्ति द्विवचनं, प्रथमाविभक्ति द्विवचन किं कार्यं न भवति, सर्वनामस्थानसंज्ञप्रत्ययः अस्ति, भृज्जौ इति भवति, बहुवचने भवति. एकनिमिषः भगिनि, एकनिमिषः एकनिमिषः, अत्र पुनः चिन्तयतु. बृज् योगः औ औ बृज्जौ तत्र तोष्णा स्युः इति कार्यं करोति, सकारस्य स्थाने षकार सावर्यषकार आगच्छति, भृश्च इति भवति भृश्चौ. अनन्तरम् अनन्तरं तृतीयकार्यं किं भवति, भृश्चौ अत्र बृज् यदा अस्ति अत्र तालव्यषकारः अनन्तरं जकारः अत्र किं भवति, जकारस्य ओ जलान् जलान् जशि इति सूत्रेण षकारस्य स्थाने जकार आगच्छति, भृज् इति भवति. अन्ततो गत्वा भृज्यः इति भवति. द्वितीया विभक्ति तृतीय बहुवचने भवति भृज्यः कारणस्य सकारस्य विसर्गः भवति तस्य चोरु इति अपि खरवसाने विसर्जनीय एवमेव द्वितीया विभक्ति भवति भृज्यं भृज्यौ द्वितीया विभक्ति द्वितीय द्वितीयभक्ति बहुवचने भसंज्ञकस्य कार्यम् एवमेव भवति यथा सर्वनामस्थानसंज्ञक प्रत्ययः भवति योग अस् तदनन्तरं भृज्ययोग अस् तदनन्तरं भृज्ययोग इदानीमत्र महोदय एकः प्रश्नः तत्र व्रश्च इति धातुः पाणिन्ना तत्र स्तुत्वं कृत्वा निर्दिष्टमस्ति किन्तु अत्र व्रश्च इति अपि इत्यत्र स्तुत्वस्य निमित्तमस्ति चेदपि अनेन न कृतं किमर्थम् इत्युक्ते अत्र प्रायः मम चिन्तनम् अस्ति चकारः चकारः भवति अनन्तरं जकारः भवति अतः मूले किमस्ति इति ज्ञातुं न शक्नुमः प्रायः अत्र सकारः अस्ति सकारः इच्छति यथा अत्र कुत्रचित् वयं दृष्टवन्तः अत्र सकारः अन्ततो गत्वा जकारः भवति इति अतः अत्र जकारः अस्ति चेत् अत्र जकारस्य अत्र सकारस्य लोपः इच्छति इति भूत्वा अत्र मूले किमस्ति इति वयं न ज्ञातुं शक्नुमः इति चिन्तयित्वा प्रायः तथा अत्र सकारः एव उपयोगं कृतवान् इति अहं चिन्तयामि आम् अत्र पश्यतु यद्यपि तत्र व्रश्च अपि च ब्रज्ज इति द्वयोः तत्र सकारः एव अस्ति किन्तु यदा वयं ब्रज्ज इति कुर्मः अकृतव्यूहाः पाणिनीयाः इति न उक्तवन्तः तत्र तस्य तस्य स्वीकारमेव नास्ति प्रायः अत्र तादृशं ब्रज्ज इति अपि कर्तुं शक्यते इति मम पक्षः तावदेव अवगतवान् अहम् परन्तु अत्र वदतु भगिनि प्रायः महोदय कानिचन रूपाणि एतादृशं भवति चेत् एव रूपाणि साधयितुम् एवम् अस्ति इति मम चिन्तनं परन्तु न जानामि किमर्थमिति तदर्थं न कृतवान् समीचीनमेव महोदय अस्तु अस्तु अग्रे गच्छामः इदानीम् अत्र विद्या भगिनी करोति वा भगिनि ब्रश्च योगः अम् इति अस्ति तत्र सर्वनामस्थानसंज्ञकप्रत्ययः अजादिप्रत्ययः अत्र केवलं तत्र सन्धिकार्यं सोहोश्युनाश्युः इत्यनेन सकारस्य तत्र जकारस्य प्रभावेन तत्र सकारस्य तालव्यशकारः अनन्तरं जलां जश्चषि इति कृत्वा चष्ट्वं तत्र जकारः आगच्छति ब्रिज्जम् एवमेव ब्रिज् योगः औ ब्रिज्जौ एवमेव ब्रिज् योगः अस् ब्रिज्जस् अनन्तरं तत्र ससजुषो रुः करवसानयो विसर्जनीयः इति कृत्वा ब्रिज्जः अग्रे वदामि वा अग्रे अग्रे तृतीया वदतु ब्रिज् योगः तत्र आ इति अस्ति आ इति अजादिप्रत्ययः अङ्गस्य बसंज्ञा अस्ति परन्तु अत्र केवलं सन्धिकार्यं सोः शुनाश्युः जलां जश्चषि इति कृत्वा ब्रिज्जा इति भवति अनन्तरं ब्रिज् योगः भ्याम् अत्र ब्रिज् इति अस्ति भ्याम् इति वल भ्याम् इत्यस्मिन् आदौ वल् प्रत्याहारस्य वर्णः तर्हि स्वादिश्वसवनामस्थाने इत्यनेन ब्रिश्च इत्यस्य पदसंज्ञा तर्हि इदानीं पदान्ते सकारजकारयोः संयोगः अस्ति संयोगान्तस्य लोपः इति सूत्रम् इत्यस्य प्रसक्तिः अस्ति, परन्तु तत् सूत्रं प्रबाद्य स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति। तर्हि बृज् योगः अभ्याम्, अनन्तरम् इदानीं तत्र पदान्ते ब्रश्च ब्रश्च सृजमृजयज राजब्राज चशांशः इत्यस्य प्रसक्तिः, ब्रश्च इति धातुः तस्मिन् अन्तर्भूतः। तर्हि तत्र चकारस्य स्थाने मूर्धन्यषकारः ब्रश् योगः अभ्याम्। इदानीं पुनः तत्र पदान्ते जलां जशोन्ते इत्यस्य प्रसक्तिः, तर्हि तत्र षकारस्य स्थाने डकारः ब्रिड् योगः अभ्याम्। अनन्तरं जलां जश्चषि इति सूत्रस्य प्रसक्तिः, अत्र किमपि परिवर्तनं नास्ति, ब्रिड्भ्यां ब्रिड्भ्याम्। एवमेव ब्रिश् योगः भिः, एवमेव समानकार्यं ब्रिड्भिः। अस्तु भगिनि, मणि महोदय अग्रिमं करोति वा? भगिनी क्षम्यतां, तत्र बृज्जा इति उक्तवती, तत्र जकारद्वयमेव उच्चारयति किल? बृज्जा जकारद्वयम् अहं न उक्तवती वा? न न न, सम्यक् न श्रूयते, बृड् जा इति अपि श्रूयते इति कृत्वा जकारद्वयमेव उच्चारितवती वा इति प्रश्नः। बृज्जा एव उच्चारितवती, आमां प्रायः न सम्यक्, न न न सम्यक् एव आसीत्। अस्तु भगिनि, मणिमहोदय इदानीं चतुर्थीभक्ति प्रत्ययः ये अस्ति, अतः तस्य पूर्वं सिद्धः अङ्गं बसमीका भवति, अत्र किमपि कार्यं नास्ति, तदेव सन्धिकार्यं भवितुम् अर्हति, ब्रश् ब्रश् योः औ अत्र तालव्य न दन्त्यसकारस्य स्तोः सुनोस्सुः इति कार्यं कृत्वा तालव्यसकारः भवति, ब्रिज् योः ब्रिज् इति, अनन्तरं जलां जसि जस् जसि इति सूत्रेण तालव्यसकारस्य जकारः भवति, तृतीयजकारः, अतः ब्रिज् ब्रिज् इति रूपं भवति, ए ब्रिज् इति रूपं भवति एकवचने। द्विवचने व्याम् अस्ति, वलादिप्रत्ययः वलादिः अस्ति, अत्र पदसमीका भवति असरणस्थाने इति सूत्रेण पदं भवति, अतः चोः समीरस्य सूत्रं कार्यं करोति अत्र, अतः सकार किं सूत्रं महोदय? स्कोः संयोरात्तन्ते च दन्त्यसकारः लोपं भवति, ब्रिज् इति एव रूपं भवति, तस् परं ब्रिज् इदानीं पदम् अस्ति, अनन्तरं ब्रिज् योः अत्र व्रश ब्रश सृजमृज इति सूत्रं कार्यं कृत्वा जकारस्य षकारः मूर्धनिषकारः आगच्छति, ब्रिश् इति ब्रिश् योः अभ्याम्। अनन्तरम् अत्र जलां दर्शयन्ति इति सूत्रमपि कार्यं कर्तुं शक्यते, अतः ब्रिड् इति रूपं भवति, ब्रिड्भ्याम् इति रूपम् आगच्छति। अनन्तरं तदेव बहुवचने ब्रिड्भ्यः इति रूपं भवति महोदय, विसर्ग भवति किल, अत्र आगच्छति, अतः ब्रिड्भ्याम् इतिभ्यः। अस्तु अस्तु महोदय, इदानीं रामप्रिया भगिनी। आं महोदय, अस्ति वा भगिनि? आम् आम् आं क्षम्यतां, वृज् वृष्ट् योगः ए किल चतुर्थी? अस् अस् इति पञ्चमी एकवचनं, क्षम्यतां पञ्चमी, वृष्ट् योगः अस् इति अत्र बसंज्ञक बसंज्ञकशब्दरूपः अस्ति, अत्र किमपि कार्यं नास्ति, सकारजकारयोः कार्यमस्ति यदा वर्णनिमित्तिककार्यं, प्रथमं चुत्वम् अनन्तरं जष्त्वं भूत्वा बृज्जः ससजुषोरुः करवसानयोर्विसर्जनीयः इति सूत्राभ्यां भृज्यः भृच् योगः भ्याम् इति इदानीं तत्र भृच् इति पदसंज्ञा प्राप्नोति पदान्तकार्यमस्ति प्रथमं स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भृज् अनन्तरं व्रश्च भ्रश्च सूत्रेण षकारादेशः व्रश् जलां जशोन्ते इति सूत्रेण व्रड् क्षम्यतां वृड् वृड्भ्याम् इति रूपं समानप्रक्रिया वृड्भ्यः इति बहुवचनं अत्र व्रश्च भ्रश्च इति उक्तवती किल भगिनि पूर्णसूत्रं न उक्तवती चिन्ता मास्तु चिन्ता मास्तु अत्र षत्वम् आगतं तदेव मम प्रश्नः आसीत् हेमा भगिनी पूरयतु भगिनि इदानीम् आम् महोदय इदानीं बृश्च् इति अस्ति षष्टिविभक्ति षष्टिविभक्ति अस् ओस् आम् इति सर्वे अकारादयः अजादयः अस्ति इति कृत्वा भसञ्ज्ञकः भवति बृश्च् इति परन्तु तस्य अस्मिन् इदानीं किमपि कार्यं नास्ति तत्र अत्र सन्धिकार्यं भवति बृश्च् योगः अस् इति अस्ति इदानीं बृश्च् योगः अस् अस्ति अत्र श्रुत्वसन्धिः भूत्वा बृश्च् इति भवति श्रुत्वसन्धिः श्रुत्वमेव प्रथमम् अत्र किमर्थं स्कोः संयोगाद्योरन्ते एकनिमिषम् अत्र पदसंज्ञा अस्ति वा नास्ति पदसंज्ञा नास्ति अतः स्कोः संयोगाद्योरन्ते कार्यं न करोति अपि झलि अपि नास्ति झलि अपि नास्ति तर्हि बृश्च् इति आगच्छति बृश्च् योगः अस्ति इति इदानीं षकारजकारः अस्ति झलां झषि इति कृत्वा षकारस्य जकारः भवति तर्हि बृज् इति बृज् झ बृज् जकारद्वयमस्ति अस् इदानीं ससजुषोरुः खर्वसानयोर्विसर्जनीयः कारणेन बृज्जः इति रूपं भवति अपि च द्विवचने इदानीमेव रामप्रिया भगिनी उक्तं उक्ना अत्र ओस् इति अस्ति अत्रापि समानकार्याणि भवन्ति बृश्च् प्रथमं श्रुत्वं बृश्च् तदनन्तरं जलां झषि बृज् ससजुषोरुः खरवसानयोर्विसर्जनीयः बृज्योः अपि च बृज्झां तत्रापि समानकार्याणि ओस् आम् इति सर्वे अकारादयः अजादयः अस्ति सप्तमी अपि वदामि वा वदतु भगिनि पूरयतु बृश्च् योगः इदानीम् ई अस्ति अजादिः अस्ति अत्रापि समानकार्याणि भवन्ति श्रुत्वं तदनन्तरं जलां झषि अपि च मेलनं भूत्वा बृज्झि इति भवति ओस् अपि समानकार्यं बृज्योः इति परन्तु अत्र बहुवचने बृश्च्योगः सुप् अस्ति इदानीं सुप् इति अजादिः नास्ति यकारादेः नास्ति अपि इति कृत्वा असर्वनामस्थानसंज्ञा अस्ति तर्हि पदसंज्ञा प्राप्नोति अत्र बृश्च् इति अङ्गस्य पदसंज्ञा भवति प्रातिपदिकमस्ति पदसंज्ञा अपि अस्ति तर्हि बृश्च्योगः सु इति स्थितिः बृश्च् योगः सु इदानीं प्रथमं वयं श्रुत्वम् इत्युक्ते चतुर्थपादे भवति परन्तु व्रश्च भ्रश्च सूत्रस्य कार्यं कुर्मः यतोहि पदान्ते अस्ति इति कृत्वा पदान्ते अस्ति भूत्वा किं भवति प्रथमं भगिनि पदान्ते अस्ति इति कृत्वा प्रथमं जलां जश्वन्ते भवति वा अत्र संयोगः अस्ति किल पदान्ते संयोगान्तस्य लोपः इति कृत्वा सकारस्य लोपः भवति सत्यं द्वितीयपादे अग्रे एव अस्ति स्कोः संयोगाद्योरन्ते स्कोः संयोगाद्योरन्ते च इति कृत्वा सकारस्य लोपः भवति तर्हि बृज् योगः सु इति स्थितिः इदानीं जलां जशन्ति इति कृत्वा जकारस्य इदानीम् अत्र परिगणितधातुः अस्ति किल भगिनि? एकनिमिषं परिगणितधातु आम् आम् जलां जशन्ति तस्य पूर्वमेव व्रश्ज ब्रश्ज इति आगच्छति अतः व्रश्ज ब्रश्ज सृजमृज याजर राजप्रजाब्राजच्छशामिति कारणेन जकारस्य शकारादेशः भवति मूर्धन्यशकारः बृष्योगः सु इति स्थितिः इदानीं जलां जश्यशोन्ति कार्यं कृत्वा शकारस्य स्थाने डकारादेशः तर्हि बृड् योगः सु इति भवति इदानीं बृड् योगः सु सकारः खर् वर्णः अस्ति इति कृत्वा एकं रूपं डकारस्य टकारः भवति अतः बृट् सु इति एकं रूपम् आगच्छति महोदय अत्र पुनः नूतनसूत्रमेकं पठितवन्तः डहसि धुट् इति तर्हि इदानीं ढकारस्य परे सकारः अस्ति इति कृत्वा अत्र दुडागमः भवति दुडागमः कुत्र भवति इति वयम् एका परिभाषा पठितवन्तः पञ्चमी अस्ति अपि च षष्ठी अस्ति अत्र स्थानी नास्ति इति कृत्वा उभयनिर्देशे पञ्चमी बलियान् इति कृत्वा अत्र परकार्यं भवति इति कृत्वा सुप्रत्ययस्य आदौ भवति आद्यन्तौ टक्यतौ इति कृत्वा तर्हि बृड् योगः धकारः आगच्छति इदानीं बृड् योगः धकारः योगः सु इति अस्ति तदनन्तरं बृड् योगः धकारः योगः सु इदानीं ढकारः दकारः अस्ति अत्र टुत्वस्य प्रसक्तिः अस्ति परन्तु तत्र निषेधकसूत्रमस्ति पदा न पदान्तटोराणां सम्यक् वा सूत्रं न पदान्तात्तोरणां न पदान्तात्तोरणाम् इति कृत्वा अत्र पदसंज्ञा अपि अस्ति इति कृत्वा तस्य कार्य श्रुत्वं न भवति तत्र निषेधं भवति तदनन्तरं यदि वयं धकारः सकारः स्वीकुर्मः चेत् तत्र सकारः खर्वर्णः अस्ति इति कृत्वा धकारस्य तकारः भवति तर्हि बृड्सु परन्तु उच्चारणे बहु कष्टमेव भवति बृड्सु सत्य शुद्धं वा भगिनि एकं श्रुतम् अत्र मया श्रुतम् अतः समीचीनमेव बृट्सु अपि च बृट्सु इति रूपद्वयम् आगच्छति रूपद्वयम् आगच्छति अभ्यासः धन्यवादः अभ्यासः अभवत् सर्वेषां कृते इति चिन्तयामि अत्र समापयामः धन्यवादः शुभरात्रिः धन्यवादः शुभरात्रिः Thank you.